नमस्सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतं। विषयः अस्ति अत्र द्विर्वचनेयचि इति सूत्रम् अस्ति, चतुर्थं सूत्रं सानिवतादेशस्य विषये चतुर्थं सूत्रं द्विर्वचनेयचि इति सूत्रम्। सूत्रं वदति द्वित्वनिमित्ते अचि परे अजादेशः न स्यात् द्वित्वे कर्तव्ये, इत्युक्ते यत्र द्वित्वकार्यम् अपि प्रसक्तम् अपि च तत्र अचिपरे द्वित्वनिमित्तम् अपि प्राप्तम्, अनन्तरम् अजादेशः अपि प्राप्तं, तदानीं द्वित्वमेव प्रथमतया करणीयं, तत्पश्चात् अजादेशस्य प्रसक्तिः चेत् तदा अजादेशः करणीयः। द्वित्वस्य निमित्तम् अजादिप्रत्ययः भवेत्, द्वित्वस्य निमित्तम् अजादिप्रत्ययः भवेत्, तदानीं द्वित्वकार्यं कृत्वा एव अजादेशः करणीयः। तदर्थम् अस्माकम् उदाहरणम् आसीत् पादात्तुतः लिट्लकारप्रथमपुरुष एकवचने, वस्तुतः प्रथमपुरुषे द्विवचने तस् इति प्रत्ययः, पायोगः तस्, तत्र परस्मैपदानां नलतु अतु स्थल् अतुस् नल् वमाः इति सूत्रेण तस् प्रत्ययस्य स्थाने अतुस् इति आदेशः भवति, अतः पायोगः अतुस्। अतुस् इति प्रत्ययः तत्र तस् इति प्रत्ययस्य स्थाने आगतः, तिङ् प्रत्ययः अस्ति अतुस् इति प्रत्ययः, तर्हि तिङ् प्रत्ययः तिंशित् सार्वधातुकम् इति सार्वधातुकसंज्ञकः भवन्ति, परन्तु अत्र लिट् इति अपवादसूत्रेण लिट्लकारे तिङ् प्रत्ययः अपवादरूपेण आर्धधातुकसंज्ञकाः भवन्ति, अतः अतुस् इति प्रत्ययः आर्धधातुकसंज्ञकः। अत्र सूत्रद्वयं प्रसक्तमस्ति, आतोलोप इति च इत्यनेन अजादौ कितिनिति प्रत्यये परे आकारस्य लोपः भवति, आकारस्य लोपः भवति। तत्र इति इति प्रश्नः अस्ति खलु, अनिमभगिनी भवत्याः प्रश्नः कः आसीत्? आतोलोप इति च इत्यत्र इडागमः वा इति, आतोलोप इति च इत्यत्र इडागमः वा इति प्रश्नः वा? इट् अजादि अजादौ आर्धधातुके क्निति इति तत्र दफिक्स् ओ इत्युक्ते तत्र ओ तत्र इडा इडजादौ आर्धधातुके क्निति च आकारान्ताङ्गस्य लोपः भवति इति अस्ति। अजादेः आर्धधातुकयोः किनिति इतः परयोः, इत्युक्ते अजादि आर्धधातुकः भवेत्, अजादि कितिनिति आर्धधातुकः भवेत् इतः, अपि च इतः इति पृथक् दलमस्ति, इतः परयोः आकारस्य लोपः भवति इति तत्र द्वितीयं दलमस्ति खलु, कार्यद्वयं वर्तते। मम प्रश्नः अस्ति इति प्रत्याहारः अस्ति चेत् तत्र यकारः अपि भवति किल, अतः मम संशयः। इत्युक्ते तत्र इडागमः खलु? आमामा, तदस्ति चेत् सम्यक् अस्ति। आमाम् इडागमः एव, इडागमः इत्युक्ते इडागमः। अस्तु अस्तु भगिनि, धन्यवादः। अस्तु, तर्हि आतोलोप इति च इत्यनेन अजादि कितिनिति अर्धधातुकप्रत्यये परे आकारस्य लोपः भवति, तदर्थम् इट् अजादौ आर्धधातुके, अजादौ आर्धधातुके इति तत्र वयं पश्यामः चेत् इट् अजादौ इति इडजादौ इडजादौ आर्धधातुके क्निति इति उक्तम्, इडजादौ आर्धधातुके क्निति च क्निति च अजादौ आर्धधातुके इति प्रत्येकम् अभिसम्बध्यते, इड् अजादौ आर्धधातुके क्निति च अजादौ आर्धधातुके इति, इड् ग्रहणं अकिनित् अर्थम् इति उक्तं, तर्हि तत्र पृथक् दलम् अस्ति खलु, पृथक् दलमस्ति। अस्तु अस्तु, यतोहि अजादौ आर्धधातुके इति उक्तं चेत् इडागमः अस्ति चेदपि अजादि आर्धधातुकः एव खलु, आम् तदपि अस्ति, यदि प्रत्याहारः अस्ति चेदपि तत्र अचि इति पृथक् दातव्यम् इति नास्ति किल, अतः भ्रमः जातः तस्मिन् समये. हा इत्युक्ते अजादि आर्धधातुके क्निति इति एकं दलम् इति इति एकं दलम् आम् आम् आम् इति क्निति इत्यस्य अन्वयः इति इत्यनेन न भवति. अस्तु तर्हि अत्र आकारस्य लोपः भवति अजादौ किमिति आर्धधातुके परे इति उक्तम् इति एकं सूत्रं. तत्र आकारस्य लोपः अजादेशः अस्ति, अपि च तत्र अतुस्थिति प्रत्ययः पा इत्यत्र असंयोगः वर्तते इति कृत्वा असंयोगात् लिट् कित् इति कृत्वा लिट् प्रत्ययः कित् भवति इति कृत्वा अतुलोप इति च इत्यस्य प्रसक्तिः अस्ति. अनन्तरं तत्र द्वित्वकार्यमस्ति लिटि धातोरनभ्यासस्य इति सूत्रेण द्वित्वकार्यमपि भवति. द्वित्वकार्यस्य निमित्तम् अत्र लिटिपरे इति अस्ति, लिटिपरे लिटिपरे इति अत्र लिटि इति प्रत्ययः अजादिप्रत्ययः अस्ति, अजादिप्रत्ययः एव द्वित्वस्य निमित्तमस्ति, अतुस् इति प्रत्ययः द्वित्वस्य निमित्तमस्ति इति कृत्वा कार्यद्वयं प्रसक्तं. तदानीं काशिकाकारस्य मतानुरोधेन न सिद्धान्तकौमुदीकारस्य मतानुरोधेन अनयोः द्वयोः सूत्रयोः प्रसक्तिः अस्ति. तर्हि तत्र द्वित्वकार्ये कृते अकृते अपि आकारलोपः भवति. तर्हि आतुलोप इति च इति द्वि नित्यसूत्रं वर्तते, नित्यसूत्रं वर्तते इति कृत्वा तस्य कार्यं प्रथमतया स्यात्, परन्तु अनेन सूत्रेण द्वित्वकार्यमेव प्रथमतया भवेत्, तत्पश्चात् एव अजादेशः इति तत्र विपरीतमस्ति. नित्यकार्यम् इति सामान्यतया भवति बलाबलचिन्तनेन, परन्तु अनेन सूत्रेण द्विर्वचनेजि इति सूत्रेण प्रथमतया द्वित्वं क्रियते. तर्हि यदा द्वित्वं क्रियते तदानीं तत्र पापा योगः अतुस् इति भवति. तर्हि इदानीं द्वित्वानन्तरम् आतोलोप इति च इत्यनेन आकारलोपः भवति, अतः पाप्योगः अतुस् इति भवति, पाप्योगः अतुस् इति भवति. तत्पश्चादपि आतोलोप इति च इत्यस्य प्रसङ्गः वर्तते, अतः एव नित्यसूत्रमिति उक्तमासीत् खलु. तर्हि द्वित्वं प्रथमतया क्रियते, तत्पश्चात् आतोलोप इति च इति क्रियते, तदानीं पाप् पाप् पतुस् इति भवति, पापतुस् इति भवति आतुलोपेटि च इत्यस्य अनन्तरम्. अनन्तरं पापतुः इति रूपं लभ्यते, अभ्यासस्य ह्रस्वत्वमपि जायते इति कृत्वा पपतुः, पपतुः इति रूपं लभ्यते. तर्हि एतत्तु कौमुदीकारस्य मतमस्ति. सिद्धान्तकौमुदीकारस्य मतं किम् इति चेत् द्विर्वचने अचि इत्यनेन प्रथमतया द्वित्वं क्रियते, अज्निमित्तिकद्वित्वं प्रथमतया क्रियते, तत्पश्चात् अजादेशः क्रियते इति काशिकाकारस्य किं कौमुदीकारस्य मतं. काशिकाकारः तु किञ्चित् भिन्नरीत्या वदति. तत्र सः किं वदति इति चेत् स्थानिवद्भावं स्वीकृत्य सः वदति, अत्र स्थाने अत्र यदि अजादेशः प्रथमतया क्रियते चेत् अत्र पा इति धातुः अस्ति, अतुस् इति प्रत्ययः, अजादेशः प्रथमतया क्रियते चेत् पकारः एव अवशिष्यते, प योगः अतुस् इति जायते. इदानीं द्वित्वं न सम्भवति, यतोहि द्वित्वार्थम् एकः अच् भवेत्, एकाचो द्वे प्रथमस्य इति सूत्रेण द्वित्वार्थम् एकः अच् भवेत्, अत्र एकः अपि अच् नास्ति, अतः कथं वा द्वित्वं भवेत् इति चेत् तत्र द्विर्वचने अचि इत्यस्य अन्वयः तत्र भिन्नरीत्या काशिककारः करोति. सः किं वदति इति चेत् यः अजादेशः अस्माभिः प्रथमतया कृतः, यतोहि अजादेशः नित्यसूत्रं वर्तते इति कृत्वा तस्य कार्यं प्रथमतया क्रियते, तदानीं तादृश अजादेशः द्विवचनेचि इति सूत्रेण स्थानिवद् भवति. इदानीं पा इतिवद् दृश्यते, इदानीं द्वित्वकार्यस्य कृते पा इतिवद् दृश्यते इति कृत्वा इदानीं द्वित्वकार्यमपि सम्भवति इति कृत्वा समानरीत्या प्रक्रिया प्रचलति, पपतुः इति रूपं लभ्यते. अतः यथा कौमुदीकारेण प्रतिपादितं तथा न स्वीकरणीयः, अत्र किञ्चित् भिन्नरीत्या स्थानिवद्भावः इति स्वीकृत्य कर्तुं शक्नुमः इति काशिककारस्य मतं. तदेव अस्माभिः गतवर्गे आरब्धमासीत्, तत्र ततः आरभ्य एकवारं पठामः. काशिककारस्य मतानुसारं द्विर्वचने अचि इति सूत्रस्य अर्थः एवम् अस्ति, ततः आरभ्य पठामः. अनिमभगिनी पठतु. भगिनी अत्र एकः संशयः अस्ति, इदानीं पृच्छामि वा अनन्तरं पृच्छामि? पृच्छतु पृच्छतु. स्थानिवत् इति उक्तं चेत् साक्षात् न भवति, तादृशं तस्य सूत्रस्य कृते एव दृश्यते इति अस्ति किल भगिनी? अतः साक्षात् तु पकारः एव अस्ति, आकारः नास्ति, अतः कथं तत् अन्तिमरूपे तत् प्राप्नोमि इति संशयः अस्ति. ओ आकारः ओ इत्युक्ते इदानीं द्वित्वं भवति खलु, पाप् इति एव भवति, पु इति अस्ति, इदानीं द्वित्वार्थं तत्र अजादेशः अस्ति इति मत्वा तत्र पा इत्यस्य द्वित्वं द्विवारं भवति, पु पु इति भवति, पाप् पाप् पाप् इति भवति खलु. अकारः तु लुप्तः, अकारः तु लुप्तः, परन्तु द्वित्वस्य कृते आकारः अस्ति इति मत्वा द्वित्वकार्यं वयं कुर्मः, तर्हि पाप् इति जायते, पाप् इति जायते, तद् अभ्यासस्य ह्रस्वत्वं भवति, प प पप् पप् इति भवति, पपतुः. परन्तु भगिनी तत् तस्मिन् सूत्रे एव तत् आकारः दृश्यते किल, ह्रस्वः इति सूत्रस्य कृते तत् न दृश्यते किल? ह्रस्वः इति सूत्रस्य कृते तद् न दृश्यते, न अत्र द्वित्वस्य कृते तु पाप इति एव द्वित्वं भवति खलु. हा, द्वित्वस्य कृते दृश्यते स्थानिवत् अस्ति इति, परन्तु साक्षात् न अस्ति, तत् दृश्यते इति एव अस्ति किल. इति दृश्यते इति कृत्वा तद्दृष्ट्वा तद्द्वित्वकार्यं कथं भवति? यदि दृश्यते तदानीं पा इति एव द्वित्वं भवति खलु, इत्युक्ते द्वित्वस्य दृष्ट्या पा पा इति भवेत् खलु. यद्यपि तत्र आकारः वस्तुतः नास्ति, परन्तु द्वित्वं तु पा इति दृश्यते, धातुः पा इति दृश्यते इति कृत्वा द्वित्वं करोति पापा इति. परन्तु वयं जानीमः तत्र अन्ते आकारः लुप्तः इति वयं जानीमः, अतः पाप् इति लभ्यते. परन्तु यदा अन्यं सूत्रं भवति तस्य कृते तद् न दृश्यते किल, यत् द्वित्वं वा? न न, तस्य यतोहि इदानीं पा इति अस्माभिः द्वित्वकार्यं कृतं, द्वित्वसूत्रं यदा आगच्छति तत्तु पा इति धातुमेव पश्यति इति कृत्वा तत्तु साक्षात् पा इति द्वित्वं करोति, पापा इति द्वित्वं करोति. परं वयं तु जानीमः तत् अन्ते आकारः अस्ति, आकारः लुप्तः इति कृत्वा इदानीम् अन्ततो रूपं किं भवति इति चेत् पाप् इति भवति. परन्तु अन्यत्र यदि यदा वयं प्रतिदीव तत् अस्ति किल प्रतिदीप्न, तत्र अकारः अस्ति स्थानिवत्, परन्तु तत् साक्षात् न भवति, अतः तद् न दृश्यते अग्रे अग्रिमे सूत्रे तद् न दृश्यते किल. परन्तु तत्र किमर्थं तथा अस्ति इति चेत् तत्र स्थानिवद्भावेन पूर्वकार्यस्य विषये चिन्तनं कृतमासीत्, अत्र स्थानिवद्भावेन साक्षात् अत्र स्थानिवद्भावेन द्वित्वकार्यं क्रियते. इदानीं यदि द्वित्वसूत्रं प इति एव पश्यति चेत् तदानीं कथं वा द्वित्वं भवितुम् अर्हति वदतु. इति कृत्वा इदानीं साक्षात् स्थानिवद्भावेन एव कार्यं जायमानमस्ति इति कृत्वा तत्र पाप् इति भवति. इदानीं द्वित्वकार्यं पा इति कार्यं जातम्. द्वित्वसूत्रं किं पश्यति? पा इति दृष्ट्वा द्वित्वं करोति, पापा इति करोति. परन्तु वयं जानीमः द्वितीयपा इत्यस्य आकारः लुप्तः इति वयं जानीमः, परन्तु द्वितीयसूत्रं तु न जानाति. द्वितीयसूत्रं तु पा इति अस्ति इति मत्वा पा इति द्वितीयवारम् आदेशं करोति. अस्तु अस्तु, इदानीम् आगतम्. हा, इति कृत्वा तदानीं ह्रस्वत्वमपि भवति. अत्र तु भिन्नम् अस्ति, अचः परस्मिन् पूर्वविधौ इत्यत्र पूर्वकार्यस्य विषयः अस्ति स्थानिवद्भावेन, अत्र तथा नास्ति. काशिकाकारस्य मतानुसारं ततः आरभ्य किल भगिनि? आमां भगिनि, एकः नमस्कारः भगिनि, एकः नमस्कारः भगिनि, एकः प्रश्नः. तर्हि साक्षात् यदि तत्र आकारः यदि लोपः जातः तत्र अधो लोप इति च इति सूत्रेण तत्तु अल्विधिः अस्ति इति कारणात् तत् स्थानिवद्भावः न प्राप्नोति इति सम्यक् किल, यतोहि तत् तस्य निमित्तेन तेन निमित्तेन तत्र एकाचोदे तथा चेति कार्यं करोति. समीचीनं वा पा इत्यस्य आकारः लुप्तः तर्हि सानिवत् आदेशो अनल् विधवति अनेन सानिवत् न भवति इति वदति न सत्यं यतोहि अल् विधिः अस्ति अल् आश्रितः विधिः अस्ति इति कारणात् तत्र अल अल् समीचीनं भवति अल् इति कृत्वा एव द्विर्वचने अस्ति इत्यस्य आवश्यकता अस्ति हा अस्तु समीचीनं हा मम अवगमनं सम्यक् वा इति तस्य प्राप्तिः अत्र नास्ति अल्विधिः अस्ति इति कृत्वा सानिवदादेशो इत्यनेन सानिवद्भावः न प्राप्यते इति कृत्वा एव द्विर्वचने अस्ति इति सूत्रं सूत्रितम् अस्तु अस्तु भगिनि काशिकाकारस्य मतानुसारं प्रक्रिया एवं भवति पा धातोः लिट्लकारे प्रथमपुरुषे पूर्वमेकः परिचितः अस्ति खलु काशिकाकारस्य मतानुसारं द्विर्वचने इति अस्ति इति सूत्रस्य अर्थः एवम् अस्ति अच्वर्णस्य स्थाने जायमानः आदेशः अजादिनिमित्ते द्वित्वे कर्तव्ये स्थानिवत् भवति अर्थात् प्रक्रियायां यदि अजादेशः तथा च अजादिनिमित्तिकं निमित्तकं द्वित्वं द्वयमपि युगपत् प्राप्तं तर्हि आदौ अजादेशं कृत्वा तत्पश्चात् अयम् अजादेशः स्थानिवत् भवति द्वित्वकार्यस्य कृते सो अत्र यत् लिखितमस्ति द्वित्वकार्यम् एकम् अस्ति अजादि आदेशः अन्यम् अस्ति तयोः किं प्रथमं कर्तव्यम् इति काश्चिकाकारस्य मतम् उक्तमस्ति अजादेशः यदि अजादेशः अपि च द्वित्वं द्वयमपि युगपत् यदि प्राप्तं तथा प्रथमम् अजादेशमेव करणीयम् तदनन्तरमेव तद् स्थानिवत् भूत्वा द्वित्वकार्यं भवति इति काशिकाकारस्य मतमस्ति अग्रे पठतु अग्रेपि पठतु काशिकाकारस्य मतानुसारं प्रक्रिया एवं भवति पा धातोः लिट्लकारे प्रथमपुरुषे द्विवचने पायोगः लिट् इति पायोगः तस् प्रत्ययः भवति परस्मैपदानां नल् अतुस् उस् थल् अथुस् आ नल् वा माः इति सूत्रेण प्रथमपुरुषद्विवचनस्य तत्स्थाने अतुस् इति आदेशः भवति उपायोगः अतुस् इति भवति तद् आदौ अतो लोपः इति च इत्यनेन आकारलोपः नाम अजादेशः कर्तव्यः यद्यपि अज् निमित्तिकं द्वित्वमपि प्राप्तमस्ति लिटि धातोः अनभ्यासस्य इति सूत्रेण अतः पकारयोगः अतुस् इति भवति यतोहि आकारस्य लोपः जातः आतु लोप इति च इत्यनेन सूत्रेण इदानीं पा धातुः स्वीकुर्मः लिट्लकारे प्रथमपुरुषे द्विवचने सूत्रमस्ति परस्मैपदानां नल् अतुस् उस् इति तादृशम् अस्ति सो प्रथमपुरुषद्विवचनस्य प्रत्ययः अस्ति अतुस् सो पायोगः अतुस् इति भवति अत्र प्रक्रियाद्वयं भवितुमर्हति सूत्रद्वयं भवितुमर्हति अतो लोपः इति च इत्यनेन अजादेशः लिट्टि धातोः अनभ्यासस्य द्वित्वम् इति द्वित्वस्य प्राप्तिः अपि भवति सो काशिककारस्य मतेन अजादेश एव प्रथमं कर्तव्यम् अतः आकारस्य लोपः क्रियते इदानीं पा इति धातुः अस्ति तस्य आकारलोपः क्रियते चेत् पकारः एव तिष्ठति पकारः योगः अतुस् इति रूपसिद्धिः पकारः योगः अतुस् अग्रे वदामि भगिनि बहु समीचीनमस्ति भगिनि धन्यवादः बहु सम्यक् अस्ति तर्हि अत्र अत्र प्रक्रियायाम् इत्युक्ते प्रक्रियायां भेदः कः इति चेत् पूर्वं या प्रक्रिया अस्माभिः दृष्टा अपि च अत्र भेदः कः इति चेत् पूर्वं तत्र द्वित्वकार्यं प्रथमतया कृतं तदनन्तरम् अजादेशः अत्र तु अजादेशः प्रथमतया कृतः अस्ति अजादेशः कृतः अस्ति चेत् तत्र पा योगः अतुस् इत्यस्य आकारस्य लोपः भवति इदानीं पकारः योगः अतुस् इति सिद्धमस्ति इदानीं ततः अग्रे स्थानिवद्भावस्य चिन्तनं क्रियते तर्हि तत्र मीनाभगिनी पठतु कुत्र भगिनि पा योग अतस् आदौ अधुना कुत्र अस्ति कुत्र अधुना आकारलोपे आतोलोप इति च इत्यस्य कारणान्तम् अग्रिमपरिच्छेदः अग्रिमपरिच्छेदः पकारः योगः अतस् इति पकारः योगः अतस् अधुना आकारलोपे कृते अपि अतुस् इति अजादिप्रत्यये परे द्वित्वे कर्तव्ये लुप्तः आकारः स्थानिवत् भवति द्विवचने अचि इति सूत्रेण यदि अत्र स्थानिवत् भावः न स्वीक्रियते तर्हि पकारः योगः अतुस् इति स्थितौ धातौ एकः अपि अच्वर्णः नास्ति इत्यतः द्वित्वं न सम्भवति एकाच् प्रकृतेः एव द्वित्वं सम्भवति यतोहि एकाचो द्वे प्रथमस्य इति सूत्रेण द्वित्वं धातोः प्रथमस्य एकाच् अवयवस्य भवति अतः अजादेशानन्तरं स्थानिवद्भावं स्वीकृत्य अच् निमित्तकं द्वित्वं जायते लिपि धातोर् अनभ्यासस्य इति सूत्रेण इदानीं प्रथमं काशिकाकारमतेन तत्र प्रथमं अजादेशः भवति तदनन्तरं द्वित्वं पकारः पायोगः तु आतो लोप इति चैत्यसूत्रेण आकारः लोपः जातं पकारः योगः अतुस् इति भवति इदानीं तत्र आकारलोपे कृते तत् अजादिप्रत्यये परे द्वि तत्र आकारः लोपः अजादेशः भवति इदानीं पकारः योगः तु आतो लोप इति सूत्रेण आकारः लोपः तत्र इदानीम् आतो अजादेशः भवति समानसमये तत्र आकारलोप कृते तत्र अतुस् लिटि धातो इति कृते इति धातो धातोर् अनभ्यासस्य इति द्वित्वम् अपि तत्र अच् निमित्तकं द्वित्वं भवति किल तत्र भवति पकारः अहं पठामि प्रथम अधुना आकारलोपे कृते आतोलोप इति सूत्रेण अतुस् इति अजादिप्रत्ययः परे द्वित्वे कर्तव्ये लुप्तः आकारः स्थानिवत् भवति इदानीं तत्र लुप्त आकारः इदानीं द्विवचने अचि इति सूत्रेण स्थानिवत् भवति यदि तत्र आकार समानसमये आगच्छति अजादेशः आतोलोप इति सूत्रेण अजादेशः लोपः भवति इदानीं समानसमये तत्र यदि आकारः नास्ति चेत् तत्र द्वित्वं भवितुं न शक्यं किमर्थमिति चेत् एक अच् एव तत्र निमित्तमस्ति एकाचो द्वे प्रथमस्य इति तत्र सूत्रस्य द्वित्वं भवितुम् एक अच् भवेत् तत्र परन्तु तस्मात् आकारलोप अजादेशः भवति तस्मिन् समये आकारलोपः अजादिप्रत्यये परे अतुस् इति अजादिप्रत्यये परे द्वित्वे कर्तव्ये तत्र अजादि स्थानिवत् भवति द्विर्वचने अचि इति सूत्रेण तस्य लुप्त आकारः यत् आतोलोपे इति सूत्रेण लुप्त आकारः इदानीम् अजादेशः स्थानिवत् भवति यदि स्थानिवत् न भवति चेत् तत्र द्वित्वं न शक्यं एक अच्यपि भवेत् तत्र इदानीं द्विवचने इति सूत्रेण लुप्त आकारः तत्र स्थानिवत् आकारः दृश्यते तस्मात् तत्र द्वित्वं भवति तत्र एकाच प्रकृतेः एव द्वित्वं सम्भवति यतोहि प्रथमस्य इति सूत्रेण द्वित्वं धातोः प्रथमस्य एकात् अवयवस्य भवति, अतः अजादेशानन्तरं स्थानिवद्भावं स्वीकृत्य अच् निमित्तकं द्वित्वं जायते. लिटि धातोर अनभ्यासस्य इति सूत्रेण द्वित्वं भवति. कथं भवति इति चेत् द्विर्वचने इति सूत्रेण यतोपि आकारः लोपः भवति, द्विर्वचने अचि इति सूत्रेण लुप्त आकारः स्थानिवत् भवति, तदनन्तरं द्वित्वं लिटि धातोर अनभ्यासस्य सूत्रस्य प्रसक्तिः अस्ति. पा भवति वा इति तादृशमेव अग्रे पठामि वा भगिनी? बहु सम्यक् भगिनी, बहु सम्यक् उक्तवती. तत्र सर्वैः बुद्धं वा इति एकवारं पश्यामः. तत्र अरुणा भगिनी किम् अवगतम् एकवारं वदति वा? क्षम्यतां भगिनी, न श्रुतवान्. ओ, न श्रुतं वा? ओ, ओके. तर्हि भवती एकवारं पठित्वा वदति वा? आं महोदय. आम्, पयोगः तु अधुना ततः. किं कारणीयं भगिनि? एकवारं पठित्वा वक्तुं शक्नोति वा? इदानीं तत्र सिद्धा अस्ति वा अथवा अन्यत् व्यस्ता अस्ति वा? अन्य अन्य वदतु वा? अच्छा अच्छा, ओके. तर्हि तत्र कः? शोभा भगिनी वदतु. आं भगिनि, तत्र पायोगः अतुस् ततः आरभ्य, तर्हि तत्र अकारलोपः कृतः पायोगः अतुस् आसीत्. क्षम्यताम्. इदानीम् आतोलोप इति च इति सूत्रेण आकारलोपः जातः, अतः पकारः योगः अतुस्. अधुना आकारलोपे कृते अपि तत्र अतुस् इति अजादिप्रत्यये परे द्वित्वे कर्तव्ये लुप्तः आकारः स्थानिवद् भवति द्विर्वचने चि इति सूत्रेण इति पूर्वं दृष्टवन्तः. तदेव कार्यं कृतम् आसीत् तत्र कौमुदीकारस्य मतेन. इदानीं काशिकाकारस्य मतेन तत्र कार्यं किञ्चित् भिन्नं भवति. लुप्त अकारस्य स्थानीयोद्भावः न स्वीक्रियते तत्र, यतोहि तत्र काशिकाकारस्य मतमस्ति आतोलोप इति च इति सूत्रं नित्यसूत्रम्, अपि च तदेव प्रथमं भवेत् इति. पूर्वं द्विर्वचने चि इति सूत्रस्य कार्यं प्रवृत्तम् आसीत्. तर्हि इदानीम् आकारः आकारस्य स्थानीयोद्भावं न स्वीकुर्मः चेत् तर्हि पकारः योगः अतुस् इति एव तिष्ठति. तस्मिन् स्थितौ तत्र अन्यत् सूत्रम् एकाचो द्वे प्रथमस्य इति तत्र आगच्छति. पूर्वं तस्य प्रसक्तिः नासीत् खलु भगिनि? इत्युक्ते द्वित्वस्यापि प्रसक्तिः अस्ति खलु आदौ? द्वित्वस्यापि प्रसक्तिः अस्ति. हा, तत्र द्वयोः युगपत् प्रसक्तिः भवति तत्र द्विर्वचने अचि इत्यस्य अपि च आतोलोप इति च इत्यनयोः युगपत् प्रसक्तिः भवति. किन्तु इदानीम् आतोलोप इति च इति सूत्रस्य एव प्रथम किं तत्र एव प्राधान्यं भवति इति किं भगिनि? तस्यैव प्रथमतया कार्यं भवति. प्रथमतया कार्यं भवति इति काशिकाकारस्य मतम्. अतः तत्र लोपः कृतः द्विर्वचने चि इत्यनेन स्थानीयोद्भावः न कृतः. अपि च इदानीं पायोगः अतुस् इत्यस्मिन् स्थित्यां तत्र अच् वर्णः नास्ति एव इत्यतः द्वित्वं न सम्भवति. यतोहि तत्र द्वित्वसूत्रमस्ति एकाचो द्वे प्रथमस्य इति. तत्र एकाच् भवेत् यत्र द्वित्वम् अपेक्षितं धातोः तर्हि तत्र पकारः एव अस्ति इति कृत्वा तत्र द्वित्वं न भवति. अतः तत्र अजादेशानन्तरं स्थानिवद्भावं स्वीकृत्य अच्निमित्तिकं द्वित्वं जायते लिटि धातोरनभ्यासस्य इति सूत्रेण. अस्तु, तर्हि तत्र इति एकाचो द्वे प्रथमस्य इति सूत्रेण द्वित्वं धातोः प्रथमस्य एकाच अवयवस्य भवति. अस्तु, अतः इदानीं तत्र अतः अजादेशानन्तरं स्थानिवद्भावं स्वीकृत्य अच्निमित्तिकं द्वित्वं जायते लिटि धातोर् अनभ्यासस्य इति सूत्रेण. तर्हि अग्रे तावत् वा भगिनी अग्रे पठनीयं वा? इदानीं तावत् तावत् स्थानिवद्भावः कथं भवति इति भवत्या प्रतिपादितं, सर्वैः बुद्धं वा? कोऽपि प्रश्नः वा? भगिनी एकः प्रश्नः अस्ति, अहं प्रयत्नं करोमि अवगमनार्थं उद्देश्यः, परन्तु प्रश्नः केवलम् अस्ति द्विवचने अचि निमित्तकः, निमित्तं कः द्विवचने अचि यथा अपेक्षतः, तर्हि केवलं पहलन्तयोग अतुस् भवति. काशिकार आधारेण अतो लोपः भवति प्रथम, परन्तु हलन्त तो अकार नास्ति हल् अस्ति, तर्हि पहलन्त क्षमतां प हलन्त हलन्त अस्ति. तर्हि यदि द्विवचने अचि न आगच्छति तर्हि अग्रे कथं द्वित्वं करणीयं प्रथमतया, तदनन्तरं स्थानिवत् कथं भवति. अथ द्विवचने अचि आधारेण अग्रे गच्छामः. द्विवचने अचि महत्त्वम् अस्ति, परन्तु पूर्वतः काशिकार प्रथमतया आसोलोप इति भवति, परन्तु कौमुदीकार केवलं अन्य अन्य मार्ग अस्ति, परन्तु काशिकार अस्ति न कौमुदीकार अस्ति वा नास्ति वा काशिकार केवलमस्ति, अहं तत्र अन्य अन्य प्रश्नः अन्यविषयः, परन्तु केवलं द्विवचने अचि निमित्तकः द्विवचने अचि निमित्त अहं यदि अवगच्छामि तर्हि पहलन्तयोग अतस् भवति, तो अतस्तु अपेक्षतः अजादि तु अपेक्षतः, तर्हि एव द्विवचने अचि भवति. पयोगः अतुस् इति प्रसङ्गे तत्र एकाचो द्वे प्रथमस्य लिटि धातोर् अनभ्यासस्य इति सूत्रं भवितुं नार्हति, यतोहि तत्र हलन्तः अस्ति, अत्र एकः अच्वर्णः भवेत्, तदर्थम् आतोपैटिच इत्यनेन यः आकारः लुप्तः तस्य अजादेश स्थानिवद् भवति. अजादेशः यः अजादेशः लोपादेशः कृतः सः स्थानिवद् भवति द्विर्वचने अचि इत्यनेन. कदा भवति? द्वित्वस्य कृते, द्वित्वस्य कृते अजादेशः स्थानिवद् भवति इति कृत्वा इदानीं द्वित्वस्य कृते पा इति दृश्यते इति कृत्वा द्वित्वं भवति, पा इति द्वित्वं भवति. परन्तु वयं जानीमः तत्र अन्तिमपका पा इत्यस्य आकारः लुप्तः अस्ति इति कृत्वा पाप् इति रूपं लभ्यते. ओके, अस्तु, शुभभगिनी पठतु. आं भगिनि, भगिनि क्षम्यताम् एकः प्रश्नः पृच्छामि वा? पृच्छतु पृच्छतु पृच्छतु. तत्र किमर्थम् आचः परस्मिन् पूर्वविभौ इति कार्यं कर्तुं नार्हति इति मम प्रश्नः. परनिमित्तिकः अजादेशः, पश्यतु पा इति यत् आकारः अस्ति तत्तु परनिमित्तिकः अजादेशः अस्ति, यतोहि अतुस् इति प्रत्ययम् आश्रित्य एव तत् लोपः जातः. पूर्वनिमित्तक कर्तव्ये पूर्वं यत् एकाचोदये प्रथमस्य इत्यस्य दैशिकरीत्या तत् द्वित्वं भवति एव अतः तत् स्थानिवद्भावः प्राप्नोति न न दैशिकरीत्या कुत्र द्वित्वं द्वित्वं तु समग्रधातोः धातोः द्वित्वं स्थानी तु प इति स्थानी अस्ति सत्यम् अत्र पूर्वकार्यं कथं भवति परनिमित्तिकः अजादेशः पूर्वविधौ कर्तव्ये अत्र अजादेशः यत्र जातः तत्र आकारः एव अजादेशः पूर्वं द्वित्वं भवेत् अत्र तु तस्मात् पूर्वं द्वित्वम् इति नास्ति खलु तस्यैव स्थाने द्वित्वम् अस्तु ओ अवयवः भवति इति अस्तु ओ तस्मिन् स्थाने एव भवति समग्रस्य द्वित्वम् पूर्वविधिः नास्ति इति कृत्वा अचः परस्मिन् पूर्वविधौ अथवा स्थानिवतादेशौ अनविधौ इत्येषाम् इत्यनयोः कार्यं नास्ति अत्र प्रतिध्वनि आगतः मध्ये क्लेशः अस्ति वा अहं न श्रोतुं शक्नोमि प्रतिध्वनिः एवं वा अस्तु मध्ये मध्ये स्थगितं यदि अहं म्यूट् मध्ये आसं तत्तु समीचीनं अस्तु शोभा भगिनी कृपया आं भगिनि तत्र इदानीम् अतः प योगः आकारः योगः अतुस् इतिवत् दृश्यते लिटि धातोरनभ्यस्यास् अनभ्यासस्य इति सूत्रस्य द्वित्वार्थं येन द्वित्वं जायते तेन पाप् योगः अतुस् इति भवति अग्रे अभ्यासस्य ह्रस्वस्य ह्रस्वः इति सूत्रेण कृत्वा पप् योगः अतुस् इति भवति ससजुषोर्भु इति सूत्रेण अपि च खरोसानयोर्द्वि विसर्जनीयः इति सूत्रयोः कार्यं भवति इति इत्यनेन इति विसर्गः पपतुः इति रूपं सिद्ध्यति तत्र इदानीम् अतः पकारयोगः अतुस् इति स्वीकृत्य तत्र इदानीं द्वित्वस्य कृते लिटि धातोरनभ्यासस्य इति सूत्रं स्वीकृत्य किं भवति इत्युक्ते इदानीं लिटि धातोरनभ्यासस्य इति सूत्रं तत्र लुप्त आकारं पश्यति तेन दृश्यते अतः पकारः योगः दीर्घ आकारः अपि दृश्यते तदनन्तरं योगः अतुस् इति अस्ति तर्हि तस्य कार्यं करोति लिटि धातोरनभ्यासस्य इति सूत्रं द्वित्वार्थे अस्ति द्वित्वं द्वित्वकार्यं करोति अतः तत्र पा इति इदानीं दृश्यते इति कृत्वा पा पायोगः अस्तु अतुस् तस्य द्वित्वं भवति किन्तु तत्र पाप् इति ह्रस्वस्य ह्रस्वः इत्यनेन तत्र क्षम्यतां भगिनि पायोगः अतुस् पापा इति भवति तदनन्तरं तत्र पाप् इति दर्शितं किं कार्यम् अभवत् तत्र भगिनि इत्युक्ते पायोगः इदानीं तत्र द्वित्वं जातं खलु द्वित्वं जातं चेत् पाप् इति भवति पाप् योगः अतुस् ह्रस्वः इति सूत्रेण अभ्यासस्य ह्रस्वत्वं पप् योगः अतुस् पपतुः इति प्रथमस्य पा इत्यस्य एव द्वित्वं भवति अपि च पकारः तथा एव तिष्ठति अस्तु अस्तु तर्हि पाप् योगः अतुस् इति भवति तदनन्तरम् अग्रे अभ्यासस्य ह्रस्वत्वं भवति ह्रस्वः इति सूत्रेण तर्हि तत्र पा इत्यस्य ह्रस्व प्रथमस्य पा इत्यस्य ह्रस्वः भवति तेन पप् योगः अतुस् इति सिद्ध्यति इदानीं तत्र अतुस् इति पदान्तसकारः अतः तत्र ससजुषुरुः इत्यनेन ऋत्वं भवति तस्य तर्हि तत्र पप् योगः अतुर् इति भवति इदानीं अग्रे अवसानम् अस्ति इति कृत्वा अतुर् इत्यस्य परम् अवसानम् अस्ति इति कृत्वा खरवसानयोर्विसर्जनीयः इति सूत्रस्य प्रसक्तिः अपि भवति तर्हि तत्र रेफस्य स्थाने विसर्गादेशः भवति अतः पपतुः इति रूपम् इष्टरूपं सिद्ध्यति इति. तर्हि तत्र काशिकाकारस्य मतानुसारं तत्र द्वित्वं प्रथमं न स्वीकृत्य आकारलोपं कृत्वा तदनन्तरं लिटि धातोरनभ्यासस्य इति सूत्रम् आनीय कार्यं कृतम् अस्ति तत्र. इत्युक्ते तत्र आं भगिनि द्विर्वचने अचि इति सूत्रं तस्य प्रसक्तिः अस्ति चेदपि आतोलोप इति च इति सूत्रं नित्यसूत्रम् अस्ति इति कृत्वा तेन द्विर्वचने इति द्विर्वचने अचि इत्यस्य प्रसक्तिः अस्ति इति न वक्तव्यं. लिति धातोरनभ्यासस्य इत्यस्य प्रसक्तिः हा इत्युक्ते तत्र पूर्वस्मिन् उदाहरणे तत् स्वीकृतं किन्तु तत्र न इदानीं पश्यतु पायोगः अतुस् इति आदौ स्थितिः अस्ति तदानीं सूत्रद्वयं प्रसक्तं. किम् अस्ति सूत्रद्वयं तत्र द्विर्वचने अचि अपि च आतोलोप इति च इति द्विर्वचने अचि इति सूत्रं द्वित्वस्य सूत्रं नास्ति. लिटि लिटि प्रत्यये परे द्वित्वस्य सूत्रं किम् एकक्षणं भगिनि. लिटि प्रत्यये परे तत्र ओ अस्तु पूर्वं लिटि धातोरनभ्यासस्य अपि च आतोलोप इति च इति द्वित्वस्य सूत्रमस्ति. अत्र द्विर्वचने अस्ति इति परिभाषा इव अस्ति, परिभाषासूत्रमेव अस्ति. अस्तु अस्तु अत्र सूत्रद्वयं किम् इति चेत् लिटि धातोरनभ्यासस्य इति द्वित्वकार्यं लिटि परे आतोलोप इति च इति सूत्रद्वयं प्रसक्तं. तयोः मध्ये आतोलोप इति च इति सूत्रं नित्यसूत्रम् इति कृत्वा तस्य कार्यं प्रथमतया भवति. पायोगः अतुस् पा इत्यस्य आकारस्य लोपः पकारः योगः अतुस् इदानीं तत्र पकारः इति हलन्तः अस्ति, एकः अपि अच्वर्णः नास्ति इति कृत्वा लिटि धातोरनभ्यासस्य इत्यस्य प्रसक्तिः एव नास्ति इदानीं. तदानीं वयं किं कुर्मः इति चेत् तत्र द्विर्वचने अचि इत्यनेन द्वित्वस्य कृते अजादेशः स्थानिवद् भवति इति वयं स्वीकृत्य तत्र द्वित्वस्य कृते एव विशिष्टतया स्थानिवद् भवति इति कृत्वा तत्र स्थानिवद् भवति चेत् पा इति दृश्यते. पा इति दृश्यते चेत् लिटि धातोरनभ्यासस्य इत्यनेन द्वित्वं भवति. अत्र मुख्यवार्ता का इति चेत् द्विर्वचने अचि इत्यत्र स्थानिवद्भावः केवलं द्वित्वस्य कृते भवति न तु अन्यत्र इति कृत्वा तत्र तत्र द्वित्वं भवति लिटि धातोरनभ्यासस्य इत्यनेन. तत् सूत्रं तु पा इति दृश्यते इति कृत्वा पा पा इति करोति, परन्तु वयं जानीमः तत्र अन्तिम आकारस्य लोपः जातः इति कृत्वा पाप् इति लभ्यते. पाप् योगः अतुस् अभ्यासस्य ह्रस्वत्वं भवति. पप् योगः अतुस् पपतुस् अनन्तरं ऋत्वविसर्गौ पपतुः. अस्तमस्ति वा? आमां धन्यवादः. अस्तु समीचीनं. तर्हि अत्र मतभेदः अस्ति, कथञ्चित् अपि प्राप्तुं शक्नुमः इति अस्माभिः ज्ञातं. तर्हि इदानीं तत्र सूत्रत्रयम् अस्ति, केवलं पुनस्मरणार्थम् एकवारं सूर्यकुमारी भगिनी पठतु सूत्रम् एकाचो द्वे प्रथमस्य. भगिनि एकाचो द्वे क्षम्यताम् कुत्र एकाचो द्वे प्रथमस्य अधिकारसूत्रमस्ति. प्रथमस्य एकाच् भागस्य द्वित्वं भवति. इदा उदाहरणमस्ति जागृ जागृ जा एकाच् अस्ति, जा जागृ भवति, द्वित्वम् एकाच् जा भवति, जा जागृ भवति. पच्चि पच्चि अपि एकाच् अस्ति, पच् पच् भवति. ई अपि एकाच् अस्ति, ई ई भवति. षष्ठाध्यायस्य प्रथमपादस्य द्वादशसूत्रं पर्यन्तं सर्वत्र अनुवर्तते एकाचो द्वे प्रथमस्य इति सूत्रम्. एकाचः षष्ठ्यन्तं द्वे प्रथमान्तं, प्रथमस्य षष्ठ्यं त्रिपदमिदं सूत्रं सूत्रं सर्वं सम्पूर्णं प्रथमस्य एकाचः द्वे अनुवृत्तिसहितसूत्रम् अस्ति अनुवृत्ति नास्ति प्रथमस्य एकाचः द्वे अधिकारसूत्रं चेत् अनुवृत्ति अपि नास्ति सूत्रं वदति अधिकार सूत्रम् अधिकारसूत्रम् एकाचो द्वे प्रथमस्य प्रथमस्य एकाच् भागस्य द्वित्वं भवति इति अर्थः उदाहरणेन जाग्रु धातु अस्ति तत्र द्वे अचः द्वयम् अस्ति जा गृ अपि तत्र प्रथमस्य इत्यनेन जा एव द्वित्वं भवति जा जागृ तदेव पच्चि धातोः एकाचि एव अस्ति तत्कारणेन पूर्णधातुः द्वित्वं भवति पच् पच्चि तदेव इ अपि पूर्णधातुः द्वित्वं भवति एकाचो द्वे प्रथमस्य सप्तध्याये प्रथमपाके सूत्रात् दश द्वादशसूत्रपर्यन्तम् अधिकारसूत्रम् अनुवर्तते एकाचो द्वे प्रथमस्य इति सूत्रं तदेव भगिनि समीचीनम् आं समीचीनम् इदानीम् अग्रिमसूत्रं पठतु एकाचो द्वे प्रथमस्य इति तत्र यत्र धातौ एकः एव अच्वर्णः अस्ति तदानीं समग्रधातोः द्वित्वम् एवं हलादिः धातुः अस्ति चेदपि तत्र हलादिः धातुः एकाच अस्ति चेत् तदानीं समग्रधातोः द्वित्वं यदा तत्र अनेकाच अस्ति हलादिधातुः अनेकाच अस्ति तदानीं प्रथम एकाच् भागस्य द्वित्वं जागृ इत्यत्र प्रथम एकाच् भागः जा इति भागः तस्य द्वित्वम् इति कृत्वा जा जागृ इति भवति इदानीं पच् इति धातौ हलादिधातुः एकः एव अच्वर्णः अस्ति समग्रधातोः द्वित्वं पच् पच् इति भवति अजादिधातुः एकाच् अस्ति चेत् समग्रधातोः द्वित्वम् अजादिधातुः अनेकाच् अस्ति चेत् तदानीम् अग्रिमसूत्रं भवति अजादेर्द्वितीयस्य इति सूत्रं तदत्र न प्रदर्शितं परन्तु अजादिधातुः अनेकाच् अस्ति चेत् द्वितीयभागस्य द्वित्वं भवति अजादेर्द्वितीयस्य तर्हि अत्र धातुः इ इति अस्ति चेत् द्वितीयभागः इ इति भागस्य द्वित्वम् इति एवं रीत्या चिन्तनीयम् अस्तु अग्रिमसूत्रं पठतु पूर्वाभ्यासः पूर्वे अभ्यासः द्वित्वानन्तरं यस्मिन् द्विवारम् उच्चारणं जातं तस्मिन् प्रथमभागस्य नाम अभ्यासः पूर्वः प्रथमान्तम् अभ्यासः प्रथमान्तं द्विपदमिदं सूत्रम् एकाचो द्वे प्रथमस्य इत्यस्मात् द्वे इत्यस्य अनुवृत्तिसहितसूत्रं पूर्वः अभ्यासः द्वयोः इति अनुवृत्तिसहितसूत्रम् पूर्वो अभ्यासः संज्ञासूत्रमस्ति अभ्यासः इति कः इति पूर्वम् अस्ति चेत् तस्य नाम अभ्यासः पूर्वम् इत्युक्ते द्वयोः पूर्वं प्रथमस्य अभ्यासः संज्ञा भवति उभे अभ्यासं द्वित्वानन्तरं द्वयोः समुदायः अभ्याससंज्ञको भवति उभे प्रथमान्तम् अभ्यस्तं प्रथमान्तं द्विपदमितं सूत्रम् एकाचो द्वे प्रथमस्य इत्यस्मात् द्वे इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् उभे द्वे अभ्यस्तम् उभे अभ्यस्तमपि संज्ञासूत्रमस्ति. यत्र यत्र द्वित्वं भवति तत्र द्वे समुदायः अभ्यस्तम् इति संज्ञा भवति. अनुवृत्तेन एका च द्वे अभ्यास प्रथमस्य इत्यस्मात् द्वे अनुवृत्ति भवति. उभे द्वे अभ्यस्तम् इति अनुवृत्तिसहितसूत्रम्. पच् इति धातुः अस्ति चेत् तत्र द्वित्वं कथं भवति? किं धातुः भगिनि? पच् धातुः. पच् धातुः पच् पच् सम्पूर्णशब्दः अभ्यस्तं भवति. पच् पच् इति भवति. तदानीम् अभ्यासः कस्य अभ्याससंज्ञा? पूर्व अभ्यासः इति संज्ञासूत्रेण पूर्वस्थितस्य पच् प्रथम पच् अभ्यस्तसंज्ञा भवति. अभ्यस्तन अभ्यास अभ्याससंज्ञा क्षम्यताम् अभ्याससंज्ञा भवति. अभ्यस्तमिति संज्ञा कस्य भवति? द्वयोः युगपत् अभ्यस्तं भवति. पच् पच् इति भागस्य अभ्यस्तसंज्ञा. आम् अस्तु समीचीनम् इति तत्र द्विर्वचने असि इति सूत्रं समाप्तम्. इत्युक्ते तत्र मतद्वयं वर्तते. द्वयोः मतयोः मध्ये यस्य कस्यचित् अपि प्रयोगः अस्माभिः कर्तुं शक्यते. न कोऽपि क्लेशः. स्थानिवद्भावेन स्वीकर्तुं शक्यते अथवा यथा कौमुदीकारेण प्रदर्शितं द्वित्वं प्रथमं करणीयं तत्पश्चात् एव अजादेशः इति तथापि चिन्तनं कर्तुं शक्नुमः. परन्तु अत्र चिन्तनीयः विषयः अस्ति यत् द्विर्वचने अचि इत्यत्र केवलं सूत्रं दृष्ट्वा अस्माकम् अवगमनं किं भवति? काशिककारमतानुरोधेन भवति वा कौमुदीकारमतानुरोधेन भवति वा इति चिन्तनं कुर्वन्तु. गृहपाठरूपेण चिन्तनं कुर्वन्तु. अग्रे वयं चिन्तनं किमपि अस्ति चेत् तदानीं वयं चर्चां कर्तुं शक्नुमः तस्मिन् विषये. इत्युक्ते अस्माकं यदा सूत्रस्य श्रवणं भवति तदानीं कीदृशः अर्थः स्फुरति मनसि द्विर्वचने अचि इति श्रुत्वा? तत्र किं किं पदं वयम् अनुवृत्तिरूपेण स्वीकर्तुं शक्नुमः? स्वीकृत्य कः अर्थः अस्माकं स्फुरति, कः अर्थः स्फुरति इति चिन्तनं कुर्वन्तु. तर्हि इदानीम् अत्र करपत्रस्य अन्तिमभागः अस्ति. प्रत्ययलोपे प्रत्ययलक्षणम् इति परिशिष्टभागे दत्तमस्ति. तदेकवारं पश्यामः. उषा भगिनी पठति वा? भगिनि भट्ट चतुर्णां सूत्राणां दृष्ट्वा काशिकाकारस्य मतमेव स्वीकर्तुं शक्यते खलु? स्थानिवदादेशः न परिभाषा दट् विद्युत् परिभाषा न न देन् कौमुदीकार एव अनन्तरस्य विद्युत् वा न न अस्तु भगिनि ओके परिशिष्टं प्रत्ययलोपे प्रत्ययलक्षणं स्थानिवद्भावस्य अपि च प्रत्ययलोपे प्रत्ययलक्षणं इत्यनयोः कः सम्बन्धः इति ज्ञातुं प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रस्य अध्ययनम् आवश्यकम्. प्रत्ययलोपे प्रत्ययलक्षणं प्रत्यये लुप्ते सति प्रत्ययं मत्वा तस्य द्वारा विहितं कार्यं स्यात्. प्रत्ययलुप्ते अपि तदाश्रितं कार्यं स्यात् इति अर्थः. प्रत्ययलोपे प्रत्ययनिमित्तकं कार्यं भवति इत्यर्थः. प्रत्ययस्य लोपः प्रत्ययलोपः षष्ठीतत्पुरुषः. तस्मिन् प्रत्ययलोपे प्रत्ययस्य लक्षणं निमित्तं यस्य तत् प्रत्ययस्य लक्षणं निमित्तं यस्य तत् प्रत्ययलक्षणं बहुव्रीहिः. सूत्रं स्वयं सम्पूर्णं प्रत्ययलोपे प्रत्ययलक्षणं. प्रत्ययलोपे प्रत्ययलक्षणं, प्रत्ययलोपे सप्तमी विभक्ति, सप्तमी विभक्ति प्रत्ययं लुप्ते सति इत्यस्मिन् इति कार्ये प्रत्ययं लुप्ते सति अपि प्रत्ययस्य लक्षणं तिष्ठति. प्रत्ययस्य लक्षणं वयं स्वीकर्तुं शक्नुमः. प्रत्ययं लुप्ते सति प्रत्यय मत्वा प्रत्ययम् अस्ति इति चिन्तयित्वा तस्य द्वारा विहितं कार्यं भवति एव इति सूत्रं वदति. तत् प्रत्ययलोपे इति पदं प्रत्ययस्य लोपः षष्ठी तत्पुरुषः ऐ केन् सी प्रत्ययस्य लोपः प्रत्ययलोपः षष्ठी तत्पुरुषः तस्मिन् प्रत्ययलोपे प्रत्ययस्य लक्षणं निमित्तं यस्य तत् प्रत्ययलक्षणं बहुव्रीहिः. अन्यपदम् अन्यं कार्यम् इति स्वीकर्तुं शक्नुमः खलु. अत्र प्रत्ययस्य लक्षणं निमित्तं यस्य तत् एव विधीयते प्रत्ययलक्षणम् इत्यनेन. प्रत्ययलक्षणं बहुव्रीहि, प्रत्ययलोपे षष्ठीतत्पुरुषः. अस्तु अस्तु अस्तु भगिनि. प्रत्ययलुप्ते सति प्रत्ययं मत्वा तस्य द्वारा विहितं कार्यं स्यात्. सो प्रत्ययलोपे प्रत्ययलक्षणम् अपि च स्थानिवद्भाव ओके स्थानिवत् आदेशानल् विधौ स्थानिवद्भावं भवति वा इति सूत्रस्य सूत्रमध्ये सम्बन्धं कः इति अस्माकं लक्षणम् अस्तु. इत्युक्ते तत्र प्रत्ययलक्षणम् इति बहुव्रीहिः इति उक्तं खलु, तत्र विशेष्यं किम्? प्रत्ययस्य लक्षणं निमित्तं विशेषणं प्रत्ययस्य निमित्तम् इति एव विशेष्यं विशेषणं तत्तु अस्ति. बहुव्रीहिसमासः कः? बहुव्रीहि प्रत्ययलक्षणं प्रत्ययलक्षणं बहुव्रीहिसमासः विशेषणं भवति खलु. विशेषणं भवति प्रत्ययस्य निमित्तं प्रत्ययस्य लक्षणं प्रत्ययस्य लक्षणं प्रत्ययस्य लक्षणम् इति चेत् प्रत्ययस्य इत्येव न भगिनि एकक्षणम् तत्र इदानीं भवती उक्तवती प्रत्ययस्य लक्षणम् अथवा निमित्तं यस्य तत् इति उक्तवती खलु. प्रत्ययस्य निमित्तं यस्य तत् लक्षणं यस्य तत् इति उक्तं तत् किम्? तत् कार्यं तत् कार्यं प्रत्ययलक्षणं कार्यं भवति. प्रत्ययस्य द्वारा यत् कार्यं विहितं कार्यं भवति इत्यर्थः. कार्यं भवति आम् अस्तु अस्तु. प्रत्ययलोपे प्रत्यलक्षणम् इति सूत्रमपि अस्माकं परिचितं सूत्रं खलु. आम् आं भगिनि. इत्युक्ते प्रत्ययलोपे प्रत्यलक्षणम् इत्यनेन स्थानिवदादेशो अनल् विधौ इत्युक्ते अत्र किमपि न पठामः. स्थानिवद्भावः अपि च प्रत्ययलोपे प्रत्यलक्षणम् अनयोः अस्माकं मनसि कीदृश अर्थः स्फुरति, अनयोः भेदः कः? स्थानिवत् आदेश अनल्भितौ यद्यपि अजादेशः क्रियते तत्र स्थानिवद्भावं दृश्यते. स्थानिवद् प्रत्ययः अस्ति इति मत्वा अत्रापि कार्यं करोति स्थानिवत् आदेश अनल्भितौ. न बुद्धं, पुनः वदतु. न बुद्धं स्थानिवत् आदेश अनल्भितौ. आदेशः स्थानिवत् भवति. आदेशः स्थानिवत् भवति इति अस्ति अत्र. आदेशः अत्र आदेशः लोपः अपि स्वीकुर्मः. अल्विधि अस्ति चेत् स्थानिवद्भावं न भवति, अनल्विधि अस्ति चेत् स्थानिवद्भावं भवति. सो स्थानिवद्भावम् इति यत्र अजादेशः लोपः इति अत्रापि प्रत्ययलोपे प्रत्ययं किमर्थम् अजादेशस्य चिन्तनं करोति भवती? यतोहि अचपरस्मिन् पूर्ववितौ न इदानीं तत्र साङ्कर्यं न करणीयं. स्थानिवद्भावः इत्युक्ते स्थानिवत् आदेशो अनल्विधौ इति प्रथमतया सूत्रं, तस्य विषये चिन्तनं करोतु. तस्य अपि च प्रत्ययलोपे प्रतिलक्षणम् अनयोः कः सम्बन्धः? तदनन्तरम् अतः परस्मिन् इत्यस्य चिन्तनं करोतु. ओके स्थानिवत् आदेश अनल्विधौ इत्यनेन आदेशः स्थानिवद्भावम् इति वयं स्वीकुर्मः. आदेशः स्थानिवत् भावम् इति चेत् आदेशः यस्य कृते अस्ति तत् अत्र न दृश्यते. तथा एव प्रत्ययलोपे प्रत्ययलक्षणमपि न दृश्यते. न बुद्धं किं न दृश्यते? स्थानिवत् आदेश अनल्विदौ. स्थानी कृते नौ आदेशः अभवत्. अत्र स्थानी कः? उदाहरणं किम् अस्ति भगिनि? उदाहरणं किमपि नास्ति. अस्माकं प्रकृतसूत्रमस्ति प्रत्ययलोपे प्रतिलक्षणं. प्रत्ययलोपे प्रतिलक्षणम् इत्यत्र किं, कस्य विषये चिन्तनं? प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य कृते अपि आदेशः इव दृश्यते. प्रत्ययलुप्ते सति प्रत्ययं मत्वा तस्य प्रत्ययस्य विषये चिन्तनं खलु. प्रत्ययस्य विषये चिन्तनं खलु. प्रत्ययस्य विषये चिन्तनम्. आम्, तर्हि इदानीं स्थानिवत् आदेश अनल्वतो विधौ अपि लैक् त्वा स्थाने ल्यप् आदेशः भवति. तत्रापि प्रत्ययस्य चिन्तनं भवितुम् अर्हति. प्रत्ययस्य स्थाने आदेशः जातः. प्रत्ययः स्थाने आदेशः, तस्य स्थाने आदेशः जातः. प्रत्ययस्य स्थाने आदेशः जातः चेत् इदानीं त्वा स्थाने ल्यप् आदेशः जातः यथा भवती उक्तवती. तर्हि तत्र स्थानिवत् आदेशो अनल्विधौ इत्यनेन आदेशस्य स्थानिवद्भावं, तत्र आदेशस्य स्थानिवद्भावं प्राप्तुं शक्नुमः वा? स्थानिनः आदेश यदा आदेशः जातः इदानीं स्थानिवद्भावः प्राप्तुं शक्यते वा? आदेशः अनल्विधि अस्ति वा इति वयं भगिनी इदानीम् अस्माकं प्रकृतविषयः कः? किमर्थम् अल्विधि अनल्विधि? प्रकृतविषयं प्रत्ययलोपे प्रत्ययलक्षणम् अथवा स्थानिवत् आदेशानल्विधौ. न, प्रकृतविषयः अस्ति प्रत्ययलोपे प्रत्ययलक्षणम्. इदानीं प्रत्ययस्य चिन्तनं, प्रत्ययस्य चिन्तनं. आम् आम्, त्वा लेपादेशः भवति अथवा इदानीं कश्चन प्रत्ययः अस्ति तस्य लोपादेशः जायते इति चिन्तयतु. लोपादेशः जायते, अस्तु खलु? आम्, इदानीम् अस्माकं विषयः अस्ति प्रत्ययः. अतः अत्र अल्विधि अनल्विधि इति किमपि नास्ति. प्रत्ययः इति विषयः खलु? आम् अस्ति. अल्विधि अनल्विधि, अनल्विधि इति नास्ति खलु तत्र? तत्र नास्ति भगिनि. प्रत्ययं अस्माकं कार्ये प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य कृते. आम्, इदानीं प्रसङ्गः अस्ति प्रत्ययलोपे प्रत्ययलक्षणम् इति कृत्वा प्रत्ययः, कश्चन प्रत्ययः अस्ति, सः प्रत्ययः लुप्तः. तर्हि यदा प्रत्ययः लुप्तः तदानीं किं भवति? स्थानिवत् आदेशो अनल्विधौ इत्यनेन प्राप्यते वा? प्रत्ययलोपे प्रतिलक्षणम् इत्यनेन प्राप्यते वा? किं तत्र किं भवति? अनयोः कः सम्बन्धः? प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन एव कार्यं. अत्र किम् उक्तं, किं भवति अवगच्छति तथा न. इदानीं स्वतन्त्रतया चिन्तनं करोतु. स्थानिवत् आदेशो अनल्विधौ इत्यनेन भवति वा इति प्रथमतया चिन्तनं करोतु. तत्पश्चात् प्रत्ययलोपे प्रतिलक्षणम् इति प्रति इति सूत्रं प्रति आगच्छतु. स्थानिवत् आदेश अनल्विधौ इत्यनेन स्थानिवत् आदेश अनल्विधौ आदेशः स्थानिवत् भवति. आदेशः स्थानिवत् भवति अल्विधिः नास्ति चेत् इति. अत्र अल्विधिः प्रसङ्गः नास्ति खलु भगिनि? अल्विधि प्रसङ्गः नास्ति भगिनि, नास्ति भगिनि. अल्विधि अनल्विधि इति वयं न डिस्कशन्. अतः आदेशः स्थानिवत् भवति वा न भवति? आदेशः स्थानिवत् भवति. तर्हि प्रत्ययः लुप्तः चेदपि स्थानिवत् भवति, प्रत्ययवत् भवति खलु? आम् आम् आम्. सो तथापि अत्रापि प्रसङ्गस् अस्माकं प्रसङ्गः प्रत्ययलोपे प्रत्ययलक्षणं स्वीकुर्मः चेत् तत्रापि प्रत्यये लुप्ते सति, लुप्ते सति वयम् आदेशः लुप्ते सति प्रत्ययः न अत्र अस्ति, परन्तु प्रत्ययं मत्वा तस्य द्वारा विहितं कार्यं स्यात्. सो आदेशः स्थानिवत् भवति इति अत्रापि अस्ति. इदानीं तत्र लङ्लकारस्य प्रसङ्गः इति चिन्तयतु. तत्र लङ्लकारस्य प्रसङ्गः पाप्रच् इति धातुः, अपाप्रच् इति धातुः, यङ् लुगन्तधातुः अपाप्रच्, योगः तु इति प्रत्ययः लङ्लकारे प्रथमपुरुषे एकवचने तु इति प्रत्ययः. तर्हि तु प्रत्ययस्य लोपः जायते एकेन सूत्रेण दीर्घस्तुतिस्य प्रत्ययेन लोपः अतः इदानीं प्रत्ययः लुप्तः तु इति प्रत्ययः लुप्तः तर्हि इदानीं वदतु आदेशो आदेशानन्विधौ इति चिन्तनं करोतु प्रत्ययलोपे प्रतिलक्षणम् इति करोतु अपाप्रत्ययोगः तु इति स्थिते तकारलोपः भवति हल्न्याभ्यो दीर्घात् अपाप्रच् अपाप्रच् इति तु स्थानिवत् आदेशः लोपः तकारस्य स्थाने आदेशः स्थानिवत् भवति इति चिन्तनं कृत्वा तकारः इति लङ् प्रत्ययः अस्ति इत्यनेन तिंशित् पदं जातं न पदं जातम् इत्यनेन तिङ् प्रत्ययः परः अस्ति इति चिन्तयित्वा पदम् अस्ति इत्यनेन त्रिपादीसूत्रं कृतं त्रिपादीसूत्रस्य कृते वयं कर्तुं शक्नुमः अत्र अपाप्रच् योगः तु इति स्थिते तकारः प्रत्ययः लोपः भवति इत्यनेन प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन तकारः लुप्ते सति प्रत्ययम् अस्ति इति मत्वा तस्य द्वारा विहितं कार्यं स्यात् इत्यनेन तस्य द्वारा विहितं कार्यं स्यात् तदपि कर्तुं शक्यते पदम् इति पदस्य कृते अपाप्रच् भवती किम् उक्तवती भवती किम् उक्तवती इति चेत् यथा कथञ्चित् करोतु नास्ति चिन्ता स्थानिवत् आदेशो अनल्विदेन इत्यनेन भवतु नाम अथवा प्रतिलोपे प्रतिलक्षणम् इत्यनेन भवतु नाम इति एव भवत्याः विवक्षा खलु आं भगिनि लुक्स् लैक् अच्छा ओके इदानीं तत्र सरस्वती भगिनी भवती किं चिन्तयति केवलं प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण एव कार्यं भवति यतोहि पूर्णतया प्रत्ययस्य कार्यमस्ति एतत् प्रत्ययस्य अवयवः वा अङ्गः नास्ति अतः केवलं प्रत्ययलोपे प्रत्ययलक्षणम् अन्यानि उदाहरणानि वयं यद् दृष्टवन्तः तत्र न केवलं प्रत्यय अङ्गस्यापि भागः वयं यथा कथ अत्र कथ यथा दृष्टवन्तः तत्र प्रत्ययस्य तु भागः नासीत् एवमेव प्रत्ययस्य अपि आसीत् तदा केवलं एकम् अङ्गं तस्य भागः केवलम् आसीत् पूर्णतया प्रत्ययस्य लोपः नासीत् अत्र यदा वयं प्रत्ययलोपे प्रत्ययलक्षणं पश्यामः तदा पूर्णतया प्रत्ययस्य लोपः भवति तदा अस्य सूत्रस्य प्रसक्तिः भवति एवमहं चिन्तयामि समीचीनम् इत्युक्ते यत्र प्रत्यये वर्णद्वयम् अस्ति तदानीं भवती वदति समग्रप्रत्ययस्य लोपः भवति चेदेव प्रत्ययलोपे प्रत्ययलक्षणम् इदानीं त इति प्रत्ययः अस्ति इति चिन्तयतु तकारः अकारः यावत्पर्यन्तं समग्रप्रत्ययस्य त इति सम्पूर्णतया लोपः न जायते तावत्पर्यन्तं प्रत्ययलोपे प्रतिलक्षणं कार्यं न करोति इति वदति खलु आम् अहं चिन्तयामि एवम् आम् तर्हि तस्मिन् प्रसङ्गे स्थानिवतादेशो अनल्विधौ कार्यं करोति वा न वा न करोति प्रत्ययलोपे प्रतिलक्षणमेव वयं तस्यैव चिन्तनं कुर्मः हा तत्र तु समीचीनम् इत्युक्ते स्थानिवत् आदेशो अनुविधौ सर्वदा एकस्य एकवर्णाश्रितकार्यमस्ति एकस्य स्थाने किमपि कार्यं जायते चेत् तदानीं स्थानिवत् आदेशो अनुविधौ प्रत्ययलोपे प्रत्ययलक्षणम् इत्यत्र समग्रप्रत्ययः इति तत् सत्यं परन्तु इदानीम् अपाप्रच् योगः तु इति अस्ति तत्र एकः एव वर्णः अस्ति खलु समग्रप्रत्ययः अपि अस्ति एकः एव वर्णः अस्ति आम् परन्तु प्रत्यये अस्ति न अतः पूर्णतया प्रत्यये गच्छति तो तर्हि प्रत्ययलोपे प्रत्ययलक्षणमेव भवति किमर्थं स्थानिवदादेशानां न भवेत् तत्र तु प्रत्यये भूत्वा एव कार्यम् अभवत् न हल्न्याभ्यो दीर्घात् श्रुतिस्य प्रोक्तं हल् इति एकालप्रत्यये अस्ति अतः तद् तस्य लोपः अभवत् न वा प्रत्ययः आसीत् अतः सत्यं प्रत्ययः अस्ति इति कृत्वा लुप्तः तत्तु समीचीनम् इदानीं स्थानिवत् आदेशो अनल्विदौ इत्यनेन प्रत्ययत्वं साधयितुं न शक्यते वा न शक्यते परन्तु यदा द्वयोरपि भवति कार्यं सम्भवता तदा प्रत्ययस्य तस्य लक्षणम् अधिकम् अस्ति प्रत्ययस्य भागस्य एव एकवर्णस्य न तस्य वयं न चिन्तनं कुर्मः, एकालप्रत्यय आसीत् अतः तस्य हल्नेभ्य दीर्घश्रुतिस्य प्रोक्तं हल् अनेन सूत्रेण आम् आदेशः अभवत्, अतः प्रत्यय तस्य किं वक्तव्यं प्रत्ययगुण धर्म अधिकमस्ति, अतः प्रत्ययरूपे प्रत्ययलक्षणम् अस्य सूत्रस्य चिन्तनं करणीयम् अत्रापि. किमर्थं प्रत्ययगुणः अधिकमस्ति इति तत् न भूतं, किं किं वक्तुमिच्छति तत्र? हल्नेभ्यो दीर्घश्रुतिस्य प्रोक्तं हल् तर्हि अप्रुक्तम् एकालप्रत्यय आसीत् अतः तस्य प्रत्ययः आसीत् अतः तस्य लोपः अभवत् न सूत्रेण, तर्हि वर्णः आसीत् अतः नास्ति एवं न जानामि केवलं न हल्याभ्य दीर्घश्रुतिस्य प्रुक्तं हल् इति त इति प्रत्ययस्य तकारस्य लोपः जातः. इदानीं तत्र स्थाने अस्ति त इति प्रत्ययः, तकारः इति प्रत्ययः स्थाने, तस्य स्थाने लोपादेशः जातः. इदानीं लोपादेशे प्रत्ययत्वम् अध्यारोपयितुं शक्यते वा न वा? न शक्यते, परन्तु सूत्र एव अस्ति न प्रत्ययस्य कृते प्रत्ययलोपे प्रत्ययलक्षणं. तदस्ति भगिनि, तत् सूत्रं नास्ति इति चिन्तयतु. तत् सूत्रं नास्ति, प्रत्ययलोपे प्रत्ययलक्षणमिति सूत्रमेव न कृतं पाणिनिना. तदानीं किं भवति? अपाप्रच्योगः तु इति प्रसङ्गे तत्र अत्र हल्याभ्यो दीर्घस्तुतिस्य प्रत्यं हल् इति निनत्तु इति प्रत्ययस्य लोपः भवति. इदानीं तत्र एकं सूत्रमस्ति चोः शुड नासिके च, अनेन सूत्रेण पप्रच् इत्यत्र तुक्सहितचकारस्य स्थाने तालव्यचकार आदेशः भवति जलादिप्रत्यये परे इति निमित्तं. तदानीं अत्र स्थानिवद्भावेन जलादिप्रत्ययत्वं स्वीकर्तुं शक्यते वा? किमस्ति वंशी भगिनी, किं चिन्तयति? शक्यते द्वयोः तत्र तकारः अस्ति एकः एव अस्ति, स्थानिवद्भावेन अपि जलादत्वं स्वीकर्तुं शक्नुमः नो चेत् तत्र प्रत्ययलोपे प्रत्ययलक्षणमपि अपि स्वीकुर्मः. प्रत्ययलोपे प्रत्ययलक्षणम् इति मास्तु, तत् सूत्रं नास्ति इति चिन्तयतु. जलादत्वम् आश्रित्य कार्यं भवितुम् अर्हति इति मम चिन्ता. जलादित्वम् आश्रित्य कार्यं भवितुम् अर्हति कथम्? तकारः झल् वर्णः अस्ति किल, तत्र तत्र क्षोभ शूलनासिके च इति सूत्रम् इति एवम् उक्तवती किल, अनुनासिके च इति सूत्रस्य कार्यं भवितुम् अर्हति. जलादिकित्वं कृते एव परे कार्यम् अस्ति इति मत्वा तत्र तु तकारः तु कित् अपित् अस्ति, अतः तत्र कृते भवति सार्वधातुकमपित् इत्यनेन तत्र नित्वं नित्वत्वं प्राप्नोति इति कारणात् तत्र जलादित्वम् आश्रित्य कार्यं भवति तत्र अपाकृत् इत्यस्मिन्. जलादित्वम् इति अलाश्रितधर्मः नास्ति वा? अलाश्रितः धर्मः हा भवति, तत्र तु अलाश्रितधर्मः अस्ति किल, तकारः तु जलाश्रितधर्मः एव अस्ति. स्थानिवद्भावेन तत्र स्थानिवद् ये धर्मः सन्ति ते सर्वे तत्र आगच्छन्ति इत्येव तत्र प्रत्ययत्वं जलादित्वं सर्वम् आगच्छति इति. जलादित्वम् इति अलाश्रितधर्मः अस्ति खलु, प्रत्ययत्वं तु आगच्छति, जलादित्वम् अलाश्रितः धर्मः वा न वा? अलाश्रितधर्मः अस्ति, अस्ति खलु. अलाश्रितधर्मः अस्ति चेत् पाणिवत् भवति वा? अनल्विधौ अल्विधिः आश्रित्य कारणं भवति इति अस्तु अस्तु अलि अलिविधि अस्ति इति कारणात् तत्र अस्तु तकारमाश्रित्य तत्र कार्यं भवति इति कारणात् तत्र अलिविधि भवति. अलिविधि यदि भवति जलादित्व अनल्विधौ तत् स्थानिवद्भावः एव न भवति किल तत्र. किमर्थं स्थानिवद्भावः एव न भवति? तकारमाश्रित्य कार्यं भवति तत्र तु अपापृच्छित्यस्मि अतः तत्र अलिमिति भवति अलिमिति भवति चेत् स्थानिवद्भावः एव न प्राप्नोति किल इति कृत्वा अल् विधिः अस्ति खलु हा अस्ति अतः तत्र जलादित्वमपि न प्राप्नोति सत्यं जलादित्वम् इति अलाश्रितः धर्मः अस्ति परन्तु प्रत्ययत्वं तु भवितुम् अर्हति इत्युक्ते तत्र पाप्रच् इत्यत्र प्रत्ययान्तः इति वक्तुं शक्नुमः पाप्रच् इत्यत्र प्रत्ययः लुप्तः तदानीमपि प्रत्ययः अस्ति इति मत्वा पदसंज्ञा भवति खलु पदसंज्ञा तु भवति परन्तु जलादिप्रत्यये परे जलादिप्रत्ययनिमित्तीकृत्य कार्यं न भवति हा तत्तु सत्यं परन्तु प्रत्ययत्वमपि कथं भवति प्रत्ययत्वमपि तत् प्रत्ययस्य धर्मः अस्ति किल तदपि न भवेत् इति प्रत्ययत्वं प्रत्ययत्वं यदि यदि प्रत्ययत्वं नास्ति अपाप्रच् इत्यत्र प्रत्ययत्वं प्रत्ययान्तत्वं नास्ति तदानीम् अपाप्रच् इति पदसंज्ञा कथं भवति ओ एवम् अस्तु अस्तु पदसंज्ञापि न प्राप्तुं तत्र प्रत्ययः अस्ति इति मत्वा प्रत्ययान्तः इति वयं वदामः खलु सत्यं तत्तु सत्यं तर्हि तत्र प्रत्ययत्वम् आगच्छति यदि स्थानिवत् अल्विधिः अस्ति अपि तत्र प्रत्ययत्वम् आश्रित्य आगच्छति इत्युक्ते तत्र अस्माभिः दृष्टं खलु अष्टसु स्थलेषु स्थानिवद्भावः नियमेन भवति इति अस्माभिः चर्चितं खलु प्रत्ययः अस्ति चेत् तस्य स्थाने प्रत्ययत्वं धातुः अस्ति चेत् धातुत्वम् अङ्गमस्ति चेत् अङ्गत्वम् अव्ययमस्ति चेत् एवं रीत्या अष्टसु स्थलेषु दृष्टं खलु इति कृत्वा प्रत्ययत्वं तु अद्य आरोपयितुं शक्यते परन्तु तत्र अलाश्रितः धर्मः जलादित्वम् अद्य आरोपयितुं न शक्नुमः तर्हि तस्मिन् प्रसङ्गे तत्र प्रत्ययत्वं तु प्राप्यते अपाप्रच् इत्यत्र प्रत्ययत्वं तु प्राप्यते परन्तु तत्र वृश्च किं छोसुरनासिके च इति सूत्रस्य कार्यं न भवितुमर्हति यतोहि तत् सूत्रं जलादिप्रत्ययम् अपेक्षते प्रत्ययः अपेक्षते तादृशसन्दर्भे तत्र इदानीं तत्र तादृशसन्दर्भे अस्माभिः कथं चिन्तयितुं शक्नुमः इदानीं तत्र प्रत्ययलोपे प्रतिलक्षणं तर्हि अहं किं वदामि इति चेत् अस्य विषये इतोपि चिन्तनार्थं किञ्चित् अग्रे वयं पठामः तदनन्तरं वयं पुनः गृहपाठरूपेण इतोपि चिन्तनं कर्तुं शक्नुमः इदानीं तत्र राजनियोगः स्तु इति अस्ति ततः भवती एव पठतु अस्तु राजन्योगासु हल्याभ्यो दीर्घाच्युतिष्ठितं हल् इत्यनेन सकारस्य लोपः भवति प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन सुप्रत्ययं निमित्तीकृत्य राजन् सुबन्तम् इति मत्वा सुप्तिङन्तं पदम् इत्यनेन तस्य पदसंज्ञाग्रहणेन न लोपः प्रातिपदिकान्तस्य इत्यनेन प्रातिपदिकान्तस्य पदान्तनकारस्य लोपो जायते तत्र राजन्योगः सु इति स्थितिः अत्र अस्ति हन्याभ्यो दीर्घाचुतिष्य अपृक्तसंज्ञा अस्ति सकारस्य सु इत्यस्य उकारः उपदेशे अजुन्नासिक् इत्यनेन लोपः जायते अपृक्तसंज्ञा एकालप्रुक्तम् इति सूत्रेण तत्र अपृक्तम् इति संज्ञा प्राप्नोति तस्मात् तत्र हल्याभ्यो हल् आश्रित्य अन्ते राजन् इति हल् अस्ति हल्याभ्यो हल् इति दलस्य सार्थक्यं भवति इति कारणात् तत्र राजन्यो इत्सु इत्यस्मिन् हल्याभ्यो दीर्घाचुतिष्य प्रोक्तं हल् इत्यनेन तत्र सकारस्य लोपः जायते प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन तत्र यद्यपि तत्र प्रत्ययः लुप्तः तस्मात् अपि तत्र तस्य लक्षणं तिष्ठति इति सूत्रे यत् पठितं वयम् इति कारणात् तत्र सुप्रत्ययम् आश्रित्य कार्याणि भवति सुप्रत्ययम् आश्रित्य किं कार्यं भवति इत्युक्ते तत् सुप्तिङन्तं पदम् इत्यनेन तत्र राजनितिशब्दः पदसंज्ञा प्राप्नोति अतः तत्र राजनितिशब्दः प्रातिपदिकमपि अस्ति तत्र तु अङ्गमपि अस्ति पदसंज्ञा अपि प्राप्नोति अपि च प्रातिपदिकम् अपि अस्ति इति कारणात् नलोपः प्रातिपदिकान्तस्य इति सूत्रेण पदसंज्ञा यत् पदं प्रातिपदिकमपि अस्ति पदसंज्ञा अपि प्राप्नोति तस्य नकारस्य लोपः भवति इत्यनेन तत्र प्रातिपदिकान्तस्य पदान्तनकारस्य लोपः भवति अतः तत्र राजन् इत्यस्मिन् नकारः लोपः जायते राज इति भवति तस्मात् अनन्तरं कार्याणि भवन्ति अग्रे भवति प्रायः समीचीनं राज या समीचीनं भगिनि इदानीं तत्र किञ्चित् सरस्वती भगिनी अपि पठतु सरस्वती भगिनी किञ्चित् पठतु आं भगिनि प्रत्ययस्य लुक् श्लु लुपः इत्यस्मात् सूत्रात् प्रत्ययस्य इति अनुवृत्त्या स्थिते आद्यप्रत्ययग्रहणसामर्थ्यात् कृत्स्नप्रत्ययलोपे एव प्रत्ययलक्षणं न तु तद् अवयवलोपे इत्यर्थ सिद्ध्यति पूर्वसूत्रात् प्रत्ययग्रहणानुवृत्त्या सिद्धे प्रत्ययग्रहणसामर्थ्यात् कृत्स्नस्य प्रत्ययस्य लोपः न तु एकदेशस्य इति अर्थः लभ्यते यथा आघ्नीत् प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रे आद्यप्रत्ययग्रहणमेव ज्ञापकं यत् सकलप्रत्ययलोपे एव प्रत्ययलक्षणं भवति इति यद्यपि प्रत्ययस्य इति पदं पूर्वसूत्रे विद्यते तथापि अस्मिन् सूत्रे प्रत्ययग्रहणं क्रियते केवलं ज्ञापनार्थं यत् कृत्स्नप्रत्ययलोपे एव प्रत्ययलोपे प्रत्ययलक्षणं भवति इति प्रत्ययस्य एकस्य अंशस्य अथवा एकस्य वर्णस्य लोपः जायते चेत् तदा प्रत्ययलक्षणं न भवति तात्पर्यं यत् सम्पूर्णस्य प्रत्ययस्य लोपः सत्येव प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य कार्यम् अर्हति प्रत्ययस्य कश्चन भागः लुप्यते चेत् तदा प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन लक्षणं कर्तुं न शक्यते अस्तु तर्हि यत् वयं आदौ चर्चितम् अस्माभिः चर्चितं तदेव अस्ति तर्हि प्रत्ययस्य लुक् श्लु लुपः इति सूत्रमस्ति तर्हि अत्र प्रत्ययस्य अनुवृत्तिः आगच्छति पुनः प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रे यत् प्रत्ययग्रहणम् अस्ति तद् सकलप्रत्यय इत्युक्ते सम्पूर्णप्रत्ययस्य एव चिन्तनमस्ति प्रत्ययस्य यदि एकं भागं वा एकं तादृश अर्थः लब्धः सम्पूर्णप्रत्ययस्य एव लोपः इति कथं तादृश अर्थः लब्धः सकलप्रत्यय अत्र अस्ति न इति सूत्रे आद्यप्रत्ययग्रहणमेव ज्ञापकं यत् सकलप्रत्ययलोपे एव प्रत्ययलक्षणं भवति किमर्थम् आद्यप्रत्ययग्रहणं ज्ञापकम् प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्मात् सूत्रात् पूर्वं किम् अस्ति पूर्वं प्रत्ययस्य लुक् श्लु लुपः अस्य सूत्रस्य अनुवृत्तिः अस्ति प्रत्ययः तर्हि तत्र अनुवृत्तिः न प्रत्ययस्य श्लु लुक् लुपः इत्यस्मिन् सूत्रे प्रत्ययस्य इति पदम् अस्ति खलु आम् पदमस्ति तत्र लुक् श्लु लुपः अभवत् तर्हि लुक् श्लु लुपः यदा भवति तर्हि सकलप्रत्ययस्य एव लुक् अथवा श्लु अथवा लुपः तथा अर्थः नास्ति पश्यतु प्रत्ययस्य श्लु लुक् लुपः इति सूत्रे प्रत्ययस्य इति पदम् अस्ति तथापि प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्मिन् सूत्रे पुनः प्रत्ययग्रहणं कृतम् प्रत्ययस्य लक्षणम् इति कृतं खलु प्रत्ययलोपे प्रत्ययस्य लक्षणं तर्हि प्रत्ययस्य इति किमर्थं वक्तव्यं पूर्वस्मिन् सूत्रे अस्ति खलु पूर्वस्मात् सूत्रात् प्रत्ययस्य इति अनुवृत्त्या सिद्धे अनुवृत्तिः भवितुम् अर्हति तथापि अनुवृत्तिः न कृता पुनः अस्मिन् सूत्रे प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रे पुनः प्रत्ययस्य लक्षणम् इति उक्तं तर्हि किमर्थं प्रत्ययग्रहणं पुनः कृतम् इति चेत् तत्र यतोहि इत्युक्ते सामान्यतया यत्र अनुवृत्तिः भवितुम् अर्हति तत्र पाणिनिना पुनः तस्य उच्चारणं न करोति परन्तु तथापि अत्र उच्चारणं कृतं तदेव अस्माकं ज्ञापकम् अस्ति यत् अत्र पुनः किमर्थं प्रत्ययग्रहणं स्वीकृतम् इति चेत् अनेन अस्माभिः ज्ञायते यत् समग्रप्रत्ययस्य लोपः अस्ति चेदेव प्रत्ययलोपे प्रतिलक्षणम् इत्यस्य कार्यम् इति ज्ञापकम्. अवगतं वा? आम् आम्. अस्तु, इदानीं वदतु. तर्हि यदि प्रत्ययस्य तर्हि यदि कृत्स्नप्रत्ययलोपे भवति तदैव प्रत्ययलक्षणं प्रत्ययलोपे प्रत्ययलक्षणं भवति. केवलम् एकस्य अंशस्य अथवा वर्णस्य एवम् अस्ति तर्हि लोप भवति, तर्हि प्रत्ययलक्षणं न भवति. अतः तात्पर्यं यत् तदेव अस्ति यत् सम्पूर्णस्य प्रत्ययस्य लोपः अस्ति तदैव प्रत्ययलोपे प्रत्ययलक्षणम् अस्य इति सूत्रस्य कार्यं भवति. कश्चन भागः यदि प्रत्ययस्य तस्य लुप् भवति तदा अस्य सूत्रस्य प्रसक्तिः न भवति, तस्य कार्यं लक्षणं न कर्तुं शक्यते. समीचीनं. तत्र प्रत्ययस्य लुक्षु लुपः इत्यस्मिन् सूत्रे सम्पूर्णप्रत्ययस्य लोपः जातः किल, तत्र सम्पूर्णप्रत्ययस्य लोपः जायते, तस्मात् अनन्तरं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन तत्रापि न प्रत्ययस्य एकक्षणं प्रत्ययस्य श्लू लुक् लुपः इत्यत्र सम्पूर्णप्रत्ययस्य श्लू लुक् लुपः इति न. एवं प्रत्ययस्य श्लूलुक् प्रत्ययस्य श्लूलुक् लुपः इति सूत्रस्य अर्थः कः? प्रत्ययस्य लुक् भवति नो चेत् श्लू नो चेत् लुक् भवति लुक् भवति इति एव उच्यते किल. सम्पूर्णप्रत्ययस्य नास्ति वा तत्र? प्रत्ययस्य लोपः यदि श्लू लुक् लुप् इत्येतैः इत्येतैः विशिष्टशब्दैः क्रियते चेत् तादृशस्य श्लू लुक् लुपः इति संज्ञा. हा, संज्ञासूत्रमस्ति. क्षम्यताम्. अस्तु, संज्ञासूत्रमस्ति. तर्हि प्रत्ययस्य संज्ञाविधानं करोति लुक्षु लुपः इति तु संज्ञा भवति. तस् सम्पूर्णप्रत्ययस्य भवति किल, तत्र नास्ति वा? न, लुक्ष्लु लुपः इति सम्पूर्णप्रत्ययस्य भवति वा न वा इति विचारणीयं. तत्र प्रत्येकं सूत्रं स्वीकृत्य तत्र चिन्तनीयम् प्रत्ययस्य सम्पूर्णतया भवति वा इत्युक्ते कुत्रचित् सम्पूर्णतया भवितुम् अर्हति अथवा केवलम् एकस्य भवति वा. यदि तत्र मम संशयः किमस्ति इत्युक्ते तत्र प्रत्ययस्य लुक्षु लुपः इत्यनेन यदि चिन्तयतु तत्र सम्पूर्णप्रत्ययस्य लुक् संज्ञा करोति तस्मात् अनन्तरं प्रत्ययलोपे पुनः प्रत्ययस्य यदि तत्र अनुवृत्ति स्वीकृत्य कार्यं कृत्वा सम्पूर्णप्रत्ययस्य एव अवगमनं जायते. भगिनी, एवम् अस्ति इति भवती स्वीकृतवती, परन्तु एवम् अस्ति वा इति एकवारं परिशीलयतु. अस्तु अस्तु, पश्यामि प्रत्ययस्य लुपः इत्यत्र सम्पूर्णतया अस्ति इति स्वीकृत्य किमर्थम् एवं न कृतम् इति भवती पृच्छति, परन्तु तादृशप्रश्नस्य प्राक् प्रश्नात् प्राक् पश्यतु किम् एवम् अस्ति वा इति पश्यतु. हा, अस्तु, पश्यामि. अग्रिम कक्षा वदामि. अस्तु, तर्हि तत्र अस्तु, किमर्थं तत्र प्रत्ययस्य पुनः तत् उच्चारणम् इत्युक्ते तत्र सम्पूर्णप्रत्ययस्य स्वीकर्तव्यम् अवयवरूपेण न भवति इति एव तत्र सूत्रार्थः. वस्तुतः अत्र प्रत्ययस्य इति पदं नास्ति. अत्र पश्यतु, क्षम्यता, मया तु प्रत्ययस्य लक्षणम् इत्यत्र प्रत्ययस्य इति पदम् उक्तं, न तथा न. अत्र आद्यप्रत्ययग्रहणसामर्थ्यात् आद्यप्रत्यय प्रत्ययस्य लोपे सति प्रत्ययस्य लक्षणम्. आद्यप्रत्ययः किमर्थं स्वीकृतम् इति प्रश्नः. प्रत्ययस्य लोपे आद्यप्रत्ययपदम् आद्यप्रत्ययग्रहणम् आदिप्रत्यय इत्युक्ते प्रत्ययलोपे इत्यस्मिन् यः प्रत्ययशब्दः अस्ति तदेव किल. अस्तु, तस्य ग्रहणं किमर्थं कृतम् इति चेत् तत्र ग्रहणसामर्थ्यात् कृष्णप्रत्ययस्य लोपे एव प्रत्ययलक्षणम्. अस्तु, तर्हि तत्र पूर्वस्मिन् सूत्रे सम्पूर्णप्रत्ययस्य न भवति प्रायः, पश्यामि तत्र. अस्तु, द्रष्टव्यमस्ति, दृष्टवान् इदानीं तत्र शप् इत्यत्र तु अदादिप्रभृतिभ्यः शपः लुक् इत्यत्र सप् इति समग्रस्य लोपः, लू इत्यत्र समग्रस्य लोपः, परन्तु तादृशस्थलमस्ति वा यत्र समग्रस्य लोपः नास्ति इति एकवारं परिशीलनीयम्. आद्यप्रत्ययस्य कारणम् इत्युक्ते किं भगिनि? प्रत्ययलोपे प्रत्ययलक्षणम् इत्यत्र किं पदम् आदौ अस्ति? ओके, अस्तु अस्तु अस्तु. प्रत्यय इति पदमस्ति खलु तत्र, आद्यप्रत्यय प्रत्ययग्रहणम्. आम्, आदौ प्रत्यय प्रत्यय इति पदमस्ति. ओके, अस्तु. तर्हि अत्र अस्मिन् विषये किञ्चित् चिन्तनं कुर्वन्तु. किमस्ति भगिनि? क्षम्यताम्, अहं स्मरामि तत्र यत्र लुक्षु लुपः इति अस्ति तत्र अलोन्त्यस्य आदेयपरश इति कार्यं न कर्तुम् अर्हति, ततः सम्पूर्णप्रत्ययस्य लोपः भवति इति. परन्तु एकवारं दृष्ट्वा वदामि, तत्र तेषां कार्यं न भवति, अतः तत्र सम्पूर्णप्रत्ययस्य लोपः एव भवति. न न, अत्र संज्ञासूत्रम् अस्ति खलु भगिनि, संज्ञासूत्रं प्रत्ययस्य श्लू लुक् लुपः इति संज्ञासूत्रमस्ति खलु. प्रत्ययस्य सम्पूर्णतया लोपः भवति चेदेव श्लू लुक् भवति इति नास्ति खलु. इत्युक्ते यत्र सूत्रेषु प्रत्ययस्य श्लू इति शब्देन लोपः भवितुमर्हति, श्लू इति संज्ञया लोपः भवितुमर्हति, अथवा लुक् इति संज्ञया लोपः भवितुमर्हति, अथवा किं श्लू लुक् श्लू इति शब्देन लोपः भवितुमर्हति इत्येव विषयः अस्ति. अत्र सम्पूर्णप्रत्ययः वा तत्र इति तादृशचिन्तनस्य आवश्यकता नास्ति, संज्ञासूत्रमस्ति तावदेव. परन्तु अत्र समग्रप्रत्ययः वा प्रत्ययस्य भागः वा इति चिन्तनस्य इति चिन्तनेन कः लाभः? अत्र सम्पूर्णप्रत्ययस्य श्लू लुक् लुक् इति संज्ञा भवति इति कृत्वा अत्रापि सम्पूर्णप्रत्ययस्य अनुवृत्तिः स्वीक्रियते चेत् सम्पूर्णप्रत्ययस्य श्लू लुक् लुप् इति संज्ञा भवति इति वा? अत्र अत्र कथं तथा? तत्र प्रत्ययस्य इति पदमस्ति लुक् श्लुपः इत्यस्मिन् यदि सम्पूर्णप्रत्ययस्य स्वीकुर्मः, चिन्तयतु तत्र प्रत्ययलोके प्रत्ययलक्षणम् इत्यस्मिन् अपि सम्पूर्ण प्रत्ययस्य अत्र अत्र प्रसङ्गः भिन्नः भगिनि, प्रसङ्गः समानः एव चेदेव तदानीं तथा स्वीकर्तुं शक्यते. तत्र प्रत्ययस्य समग्रः भवतु एकः भागः भवतु, प्रसङ्गः भिन्नः, प्रसङ्गं स्वीकृत्य अत्र तस्य अप्लिकेशन् कथं भवितुमर्हति? तत्र तत्र तु प्रसङ्गः एव भिन्नः अस्ति. तादृशप्रसङ्गं स्वीकृत्य एवमस्ति चेत् किमर्थं व्याख्यानेषु आद्यप्रत्ययग्रहणसामर्थ्यात् इति किमर्थं वदति? एकप्रश्नः अस्ति, आद्यप्रत्ययग्रहणसामर्थ्यात् तत्र पदविच्छेदः आदि अप्रत्यय न आदि अप्रत्ययः नास्ति, आद्यः आदि इत्यस्य भावः आद्यः. ओके, आद्यः प्रत्ययः आद्यप्रत्ययः, आद्यप्रत्ययस्य ग्रहणम् आदि आद्यप्रत्ययग्रहणं ग्रहणसामर्थ्यात्. ओके, धन्यवादः भगिनि. अस्तु, अत्र स्थगनं कुर्मः, समयः अतीतः. भवन्तः किञ्चित् पश्यन्तु, अग्रिमसप्ताहे इतः अग्रे गन्तुं शक्नुमः. धन्यवादः भगिनि. नमस्कारः. धन्यवादः. नमस्कारः. धन्यवादः. नमस्कारः.